पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 70 मातलिरुवाच यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणां भुञ्जन्ति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः क्वचित् पापाः प्रपच्यन्ते तीव्रेण करिषाग्निना क्वचित् सिंहैर्वृकैर्व्याघ्रैर्दंशैकीडैश्च दारुणैः क्वचिन्महाजलौकोभिः क्वचिदा जगरैः पुनः मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पैर्विषोल्बणैः मत्तमादङ्गयूथैश्च बलोत्कृष्टैः प्रमाधिभिः पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गमहावृषैः महाशृङ्गैश्च महिषैर्दुष्टगात्रप्रबाधकैः डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति ते महातुलां समारूढा दह्यमाना दवानले महावेगप्रधूतास्ते महाचण्डेन वायुना महापाषाणवर्षेण भिद्यमानाश्च सर्वतः पदद्भिर्वज्रनिर्घोषैरुल्कापादैश्च दारुणैः प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति ते महदापां सुवर्षेण पूर्यमाणा यमं गदाः ये नराः पापकर्माणः पापं भुञ्जन्ति दारुणम् एवं पापविशेषेण पापिष्ठाः पापकारकाः नरकं प्रतिभुञ्जन्ति बहुपीडाः समाकुलम् एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः अन्यत् किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् इति श्री पद्मपुराणे भूमिखण्डे वेणोपाख्याने पितृतीर्थवर्णने ययादिचरिते 70 तमोऽध्यायः ॐ